अस्तु, तर्हि परिमाणविषये वयं किञ्चित् चर्चा कृतवन्तः गतसप्ताहे, तत्र द्रव्य प्रत्यक्षम् इति विषयः, तस्मात् आरभ्य अग्रे सरामः. तर्हि बालसुब्रह्मण्यं महोदय, भवान् एव आरम्भं करोति वा? तत्र सङ्ग्रहे यद्यपि इति अस्ति खलु, तस्मात् सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्षन्ते, तथापि आश्रय अनुरोधेन अन्योपि विभागः कर्तव्यः भवति. स च अणुपरिमाणं, परममहत्परिमाणं, मध्यपरिमाणम्. इत्युक्ते किम्? इत्युक्ते चतुर्विधपरिमाणानि पठ्यन्ते, यद्यपि तथापि आश्रय द्रव्य आश्रयः अनुरोधेन अन्यविधविभागम् अपि कृतः, त्रीणि. अस्तु, तर्हि तत्र सङ्ग्रहे अपि चतुर्विधानि परिमाणानि इत्युक्ते तत्र किम् अवगतं भवता अत्र? सङ्ग्रहम् सङ्ग्रहः इत्युक्ते किम्? संयोजनं न न सङ्ग्रहः इत्युक्ते तर्कसङ्ग्रहः इति अस्माकं मूलग्रन्थः. तर्कसङ्ग्रहः इति मूलग्रन्थः अस्ति, तदेव तत् सङ्ग्रहः इत्युक्ते तत्र विवक्षा अस्ति तर्कसङ्ग्रहः इति मूलग्रन्थः इति. तर्हि तत्र सङ्ग्रहे इत्युक्ते मूलग्रन्थे तर्कसङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते इत्युक्ते तत्र अग्रे आगच्छति परिमाणम् इति गुणः विषये अग्रे पठिष्यामः. तत्र तर्कसङ्ग्रहः इति पुस्तके अस्माकं मूलग्रन्थे तत्र चतुर्विधानि परिमाणानि सन्ति इत्युक्ते तत्र अणुपरिमाणं, महत्परिमाणम् इति, अणुपरिमाणे तत्र परमाणुपरिमाणम् अपि च द्वयणुपरिमाणं, महत्परिमाणे तत्र मध्यमपरिमाणं, परममहत्परिमाणम् इति तत्र चतुर्विधपरिमाणानि सन्ति. परन्तु तत्र अत्र तु केवलं तत्र अणुपरिमाणम् इति एकमेव स्वीकृत्य परमाणुपरिमाणम् इत्युक्ते तत्र अणुपरिमाणम् अपि च परममहत्परिमाणं, मध्यमपरिमाणम् इति तत्र त्रिविधः कृतः इति अस्ति अत्र. अवगतं वा? अस्तु, तत्र सङ्ग्रहः इति पुनः आगच्छति, तर्हि तत्र स्मर्यतां किञ्चित्. सङ्ग्रहः इत्युक्ते तत्र तर्कसङ्ग्रहः इति अस्माकं मूलग्रन्थः. अस्तु, कोष्ठं दृष्ट्वा पठतु महोदय, पठतु अपि च वदतु. कोष्ठे त्रिविध परिमाणानि, परम अणुपरिमाणं, महत्परिमाणं, मध्यमपरिमाणम् इत्यादि. परमाणुपरिमाणं पृथिव्यादि चतुष्टस्य परिमाणवः द्वै अणुकानि च मनांसि. पृथिव्यादिचतुष्टयम् इत्युक्ते किम्? पृथिव्यादिचतुष्टयं पृथिवी, तेजस्, जलं, वायु. उत्तमं, पृथिवी, जलं, तेजः, वायुः. पृथिव्यादिचतुष्टयस्य परमाणवः अपि च द्वयणुकानि तत्र सन्ति. किमर्थं तत्र अन्यद्रव्यस्य परमाणवः नास्ति? अस्मिन् स्तम्भे अथवा अन्यत्रापि? अन्यानि मध्यमपरिमाण विभागे एव सन्ति. न न अस्तु, तत्र अस्माकं नवद्रव्याणि कानि? प्रथमपुटे एव अस्ति खलु, दृष्ट्वा एव वदतु. प्रथमपुटे अस्ति द्रव्याणि, द्रव्यं पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः. अस्तु, तस्मिन् तत्र पृथिव्यादिचतुष्टयविषये वयम् इदानीमेव उक्तवन्तः. तत्र पृथिव्यादिचतुष्टयस्य परमाणुः अपि च द्वयणुकाणि तु तर्हि तत्र परमाणुपरिमाणस्तम्भे एव सन्ति. मनः अपि तत्र एव, मनांसि इति अपि तत्र परमाणुपरिमाणमेव. अनन्तरम् अवशिष्टानि द्रव्याणि कानि? अवशिष्टानि आकाशः, कालः, दिक्, आत्मा, मनः इत्यादि. मनः तु अभवत् खलु, मनः तु परमाणु. तर्हि आकाशः, कालः, कालः, आकाशः, तत् कुत्र अस्ति अस्मिन् कोष्ठे? कोष्ठे परम महत् परिमाण इति. किमर्थं तत्र अस्ति परममहत् परिमाणम् इत्युक्ते किम्? परममहत् परिमाणं अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा तत्र? अस्तु, अन्य केनापि आगतं खलु तत्र? के सन्ति इदानीं? अहं द्विवारं ध्वनिः श्रुतं मया. नमस्ते, रामकार्तिक अस्मि. पुष्पा भगिनी अस्मि. नमस्ते भगिनि. नमस्ते महोदय. अस्तु, तर्हि इन्द्रियः वा आकाशः, कालः, दिक्, तीन्द्रियः. तत्र परममहत् परिमाणम् इत्युक्ते किं? तत्र वयं गतसप्ताहे किञ्चित् विस्तारेण दृष्टवन्तः खलु. तत्र परममहत् परिमाणम् इति अस्ति चेत् एकं तु तस्य प्रत्यक्षं न भवति. तत्र कोष्ठे यत् मध्यमपरिमाणे अस्ति तस्य एव प्रत्यक्षं भवितुम् अर्हति. इत्युक्ते मध्यमपरिमाणे अस्ति इति कारणात् प्रत्यक्षं भवति इति न, परन्तु तत्र सम्भावना तत्रैव वर्तते, अन्यत्र न इति एकं. द्वितीयमस्ति आकाशः, कालः, दिक्, आत्मा इति तत्र नित्यः अपि च एकम् इति वयं तत्र आकाशविषये, कालः, दिक् तु अग्रे आगच्छति परन्तु आकाशविषये वयं दृष्टवन्तः. तर्हि तस्य परमाणुः इति प्रसङ्गः एव न उदेति. आकाशः इति एकम् अपि च विभुः इति वयं दृष्टवन्तः खलु. तर्हि एकमेव अस्ति चेत् तस्य परमाणुः इति कथं वा वक्तुं शक्नुमः? तत्तु निरवयवः अस्ति खलु. स्मरति वा तत्र आकाशस्य एकत्वेन तत्र हानिः नास्ति, तर्हि लाघवार्थम् एकत्वं स्वीकृतम् इति ते तत् सर्वं वयं गतसप्ताहे अतीतवन्तः. तत्र आकाशस्य लक्षणवाक्यं पठतु महोदय एकवारम्. आकाशस्य तत्र पञ्चचत्वारिंशत् पुटे अस्ति. शब्दगुणकम् आकाशं तत्र एकं भूत् इत्यस्य इति इत्युक्ते तर्हि एकमस्ति, विभुः अस्ति, नित्यः अस्ति इति कारणात् तस्य परमाणुः नास्ति. तदर्थमेव तत्र पृथिव्यादिचतुष्टयस्य प्रमाणवः इति प्रथमस्तम्भे अस्ति. अस्तु अस्तु, तर्हि अग्रे पठतु महोदय. परममहत्परिमाणं परममहत्परिमाणं मध्यमपरिमाणं घटपटादयः पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि. इत्युक्ते किम्? अपरस्मिन् वस्तूनि घटपटादयः पृथिव्यचातुष्टय वस्तूनि इन्द्रियविषयभेदात् ये दर्शिताः ते सर्वे. शरीरेन्द्रियविषयभेदात् इत्युक्ते इत्युक्ते तत्र वयम् आरम्भे पृथ्वीविषये यदा पठितवन्तः तस्मिन् समये एव किञ्चित् चर्चितवन्तः खलु, तत्र शरीर इन्द्रियविषये भेदात् इत्युक्ते शरीरम् अस्मदादीनाम् इत्युक्ते तत्र आत्मनः भोगायतनं शरीरम् इति वयं दृष्टवन्तः. इन्द्रियम् इत्युक्ते तत्र शरीरस्य इन्द्रियः इत्युक्ते ग्राणेन्द्रियं यदस्ति तत्. विषयः इत्युक्ते तत्र उपभोगसाधनम् इति वयं पूर्वं चर्चितवन्तः, स्मरन्ति वा? चतुष्टयस्य अपि किल भगिनि? हा सत्यम्. हा पृथिव्यादिचतुष्टयस्य अपि, पृथिव्यादिचतुष्टयम् इत्युक्ते पृथिवी जल तत्र पृथिव्याः इन्द्रियमस्ति, पार्थिव इन्द्रियमस्ति तत्र घ्राणेन्द्रियं, जलीय इन्द्रियमस्ति रसनं, हा तेजसि चक्षुः अपि च त्वायोः त्वक् आहत्य तत्र इन्द्रियाणि यानि सन्ति ते अपि तत्र मध्यमपरिमाणे वर्तते. परन्तु यद्यपि तत्र एव भवति किल मध्यमपरिमाणे प्रत्यक्षः भवति. हा मध्यमपरिमाणे एव प्रत्यक्षस्य सम्भावना अस्ति. हा प्रत्यक्षयोग्यः भवितुम् अर्हति. परन्तु तत्र चिन्तयतु, यद्यपि इन्द्रियाणि तत्र सन्ति तथापि तस्य प्रत्यक्षं न भवति. किमर्थम् इति कोऽपि स्मरति वा? तत्र प्रत्यक्षयोग्यः इति यदा वदामः चेत् तत्र नियमः आसीत् खलु, नियमद्वयं किं? हा परमाणु अतिरिक्त परमाणुपरिमाण अतिरिक्तपरिमाणं. तर्हि तत्र इदानीम् इन्द्रियविषये कथं भवति? तत्र मध्यमपरिमाणे इन्द्रियाणि सन्ति इति वयं जानीमः. तर्हि इन्द्रियाणि तेषां परिमाणं किं? तत्र नियमम् अनुसृत्य चिन्तयामः चेत् तत्र नियमद्वयम् आसीत् खलु, तत्र परमाणु परिमाण अतिरिक्तपरिमाणम् इति. मध्यमपरिमाणे सन्ति अस्ति चेत् तत्र परमाणु परिमाण अतिरिक्तपरिमाणम् अस्ति वा न वा? अस्ति अस्ति. तर्हि तस्य परन्तु इन्द्रियाणि तु प्रत्यक्षानि नास्ति न सन्ति इति वयं जानीमः. तर्हि किमर्थं न तथा न स्यात्? तत्र ऊहा कर्तुं शक्नुमः वा कोऽपि? उद्भूतरूपं चक्षुषा वा त्वचा वा एव भवति इति वा? हा तत्र उद्भूतरूपं तत्र इन्द्रियेषु उद्भूतरूपं नास्ति इति कारणात् तस्य प्रत्यक्षं न भवति. तत्र आनुभविकम् अस्ति खलु, तत्र इन्द्रिय इन्द्रियं तु तत्र स्वेन इन्द्रियेण वा अथवा इन्द्रियान्तरेण वा तत्र तस्य प्रत्यक्षं न भवति. इत्युक्ते तत्र चक्षुषा वयं त्वगिन्द्रियं रसन इन्द्रियं घ्राण इन्द्रियम् इति वयं द्रष्टुं न शक्नुमः खलु. इन्द्रियस्य प्रत्यक्षं भवति वा अथवा वयं द्रष्टुं शक्नुमः वा इन्द्रियं? न न न अनुमानेनैव. हा अनुमानेनैव भवति. तर्हि तत्र तस्य प्रत्यक्षं न भवति इति कारणात् तत्र वयम् आनुभविकज्ञानमस्ति तत्र इन्द्रियान्तरेण वा स्वेन इन्द्रियेणैव वा. इत्युक्ते तत्र अहं भवत्याः चक्षुः चक्षुरिन्द्रियम् इति द्रष्टुं न शक्नोमि खलु. एकः अन्यस्य चक्षुरिन्द्रियं अथवा त्वगिन्द्रियम् इति तस्य प्रत्यक्षज्ञानं न भवति. तर्हि तत्र इन्द्रियं तु प्रत्यक्षयोग्यं नास्ति इति कारणतः वयं तत्र उद्भूतरूपं नास्ति, तदर्थमेव तस्य प्रत्यक्षं न भवति इति अनुमानं कर्तुं शक्नुमः. अत्र चक्षुः इति अवयवः नास्ति किल, तेजस् किमपि सेन्स् इति वदामि. हा तत्र चक्षुः इति हा वदतु महोदय. इन्द्रियं नास्ति न चक्षुः? हा चक्षुः इति यद्वयं तत्र अवयवः अस्ति शरीर अवयवः सः तु स्वयम् इन्द्रियं नास्ति खलु. तस्मिन् अन्ते यः तेजः वर्तते तदेव वयम् इन्द्रियम् इति वदामः, येन वयं तत्र रूपं रूपस्य ग्राहकं भवति तत्. अस्तु, एतावत्पर्यन्तं सम्यक्? उत्तमम्. अन्य कोऽपि आगतं वा मध्ये? अन्य केनापि? हा नमस्कारः महोदय. हा नमस्कारः महोदय. अस्तु तर्हि भवानेव पठतु अग्रे पूर्वोक्तलाघवयुक्तिः इति. पूर्वोक्तलाघवयुक्तिः कालदिशोः एकत्वसाधनाय नित्यत्वसाधनाय च ज्ञातव्या. तयोरपि अनुमानेन साधनात् अनुमानेन सिद्ध्यतः पदार्थस्य नित्यत्वे एकत्वे च लाघवात्. मनस्तु अनुमितमपि नैकं भातकसत्त्वादिति प्रागावेदितमेव. लक्षितस्यापि चाकाशस्य एकत्वात् विषयविभागः न कृतः. वयं पूर्वं दृष्टवन्तः लाघवं गौरवम् इति. तस्मिन् विषये किञ्चित् उक्त्वा अग्रे वदतु महोदय, तत्र किञ्चित् स्मारयतु अस्माभिः. तत्रापि संज्ञाद्वयम् आसीत्, लाघवं गौरवम् इति. तत्र यदा अनुमानं स्वीकुर्मः तत्र बहवः किम् अहं स्मृतवान् इदानीं तत्र तत्र लाघवार्थं तत्र अनुमानेन यद्वयं यस्य ज्ञानं वयं प्राप्नुमः तत्र ऐक्यम् इति एकत्वम् इति तत्र साधारणतया इत्युक्ते बै डिफाल्ट् स्वीकुर्मः. तत्र तादृश ऐक्यत्वेन तत्र किमपि बाधः बाधकं भवति इति चेदेव तत्र बाहुल्यं स्वीकुर्मः खलु, तत्र नानाविधः इति स्वीकुर्मः इति तत्र गतसप्ताहे वयं दृष्टवन्तः. तत्र बुद्धिः बहुत्वं स्वीकरोति चेत् तत्र क्लेशः भवति इति. अनेकत्वं स्वीकुर्मः चेत् तत्र यत्र एकत्वेन क्लेशाय वर्तते तत्र अनेकत्वं स्वीकुर्मः, नो चेत् तत्र बुद्धिसौकर्याय एकत्वमेव स्वीकुर्मः इति वयं दृष्टवन्तः. तत्र उदाहरणमपि आसीत् वायुः विषये, तत्र बहुत्वं भवति इति. अनन्तरम् आकाशस्य विषये एकत्वमेव इति. उत्तमं, हा, तर्हि इदानीं वदतु महोदय. आम्, इदानीं तत्र लाघवयुक्तिः स्वीकृत्य काल दिशः कालदिक् विषये अपि एकत्वम् अपि स्वीकुर्मः इति. इत्युक्ते तत्र बहुत्वम् इति न स्वीकरणीयम् इति. तत्रापि अनुमानेन एव स्वीकुर्मः इति. तत्र कालः नित्यः, अतः दिक् अपि नित्यः इति. तदपि एकत्वरूपेण दर्शनीयमिति. मनः अपि मनः मनस्तु अनुमितमपि न एकम्. तत्र मनः तत्र बहुत्वं वर्तते इति, एकत्वं नास्ति इति. तदपि वयं दृष्टवन्तः पूर्वं मनोरूपम् अत्र बहुत्वं वर्तते इति. अतः तत्र एकं नास्ति. तदेव कारणं तत्र तद् परमाणुपरिमाणम् इति उच्यते. लक्षितस्यापि चाकाशस्य एकत्वात् विषयविभागः न कृतः. लक्षितस्यापि च आकाशस्य एकत्वात् विषयविभागः न कृतः. तत् भगिनी, आकाशस्य एकत्वमेव स्वीकृतं किल? हा, तदेव तत्र उक्तं खलु, तत्र विषयविभागः न कृतः. तत्र लक्षितस्य आकाशस्य एकत्वं स्वीकृतः, तस्मात् तत्र विषयविभागः, इत्युक्ते शरीर इन्द्रियविषय विषयभेदात् इति तादृशविषयविभागः न कृतः. इत्युक्ते तत्र आकाशः इति एकः एव. ओ, विषयविभागः न कृतः. हा, इति अस्तु. अस्तु, तर्हि तत्र आकाशस्य विषये शरीर इन्द्रियविषये विभागः इति न कृतः इति कारणात् किं भवति इत्युक्ते, तत्र श्रोत्रेन्द्रियम् इति यः अस्ति तत्तु आकाशरूपम् अस्ति खलु. तर्हि तत्र श्रोत्रेन्द्रियस्य स्थितिः का इति इदानीं प्रश्नः उदेति. तर्हि तद् अद्य अग्रे पश्यामः. रामप्रिया भगिनी, भवती पठति वा अग्रे? आं भगिनि. अस्ति तदापि श्रोत्रेन्द्रियम् आकाशरूपं, कुतः तन्न उक्तम्? उच्यते ग्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव. तथा हि द्वाभ्यां पृथिवीपरमाणुभ्यां पृथिवीद्वय अणुकम् उत्पद्यते. त्रिभिः द्वयणुकैः त्रयणुकम् उत्पद्यते. चतुर्भिः त्रयणुकैः चतुरणुकम् इत्येवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति. तत्र पृथिवीपरमाणुद्वयणुकयोः उद्भूतरूपसत्त्वे अपि परमाणुपरिमाण अतिरिक्तपरिमाण अभावात् प्रत्यक्षं न भवति इति प्राक् उक्तम्। त्रयणुकात् प्रभृति चरम अवयवि पर्यन्तं सर्वेषु महत्वभूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम्। एवं जलादौ श्रोत्रेन्द्रियम् आकाशरूपम् इति अस्ति, तत् विषये प्रश्नः उदेति। तस्य उत्तरमस्ति, ग्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते। ग्राणरसनचक्षुत्वक् तस्य उत्पत्तिः अवयवैः एव भवति इति। तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव। घटादिद्रव्ये इत्युक्ते पृथ्वी, जलं, तेजः वायुः इति। तस्य प्रक्रिया यादृशी अस्ति तादृशी एव इन्द्रियाणाम् उत्पत्तिः अपि इति वा? सत्यं, पृथ्वी, पृथ्वी चक्षुः इति सत्यं। तत्र प्रथमं तत्र ग्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणि इत्युक्ते तत्र ग्राणरसन चक्षुत्वक् तेषाम् उत्पत्तिः अवयवैः जायते इत्युक्ते अवयवः अवयवेन तत्र अवयवः मिलित्वा तत्र तेषां तत्र संयोगेन भवति, यथा घटादि द्रव्ये भवति तत्र घटपटादयः तेषां तत्र प्रक्रिया का अस्ति सा प्रक्रिया एव अत्रापि भवति इति। तादृशप्रक्रिया का इति अग्रे अस्ति, पठतु भगिनि। तत्र परमाणु इति आरम्भस्तरे अस्ति खलु, परमाणु आरभ्य कथं तत्र घटः वा पटः वा अथवा इन्द्रियं वा यत्किमपि भवतु तस्य जननं कथं भवति, तस्य उत्पादनं कथं भवति इति अग्रे अस्ति। तथा हि द्वाभ्यां पृथिवीपरमाणुभ्यां पृथिवीद्वयणुकम् उत्पाद्यति, द्वाभ्यां पृथिवीपरमाणु मिलित्वा पृथिवीद्वयणुकम् उत्पाद्यति प्रथमं, त्रिभिः द्वयणुकैः त्रयणुकम् उत्पाद्यति द्वितीयं, चतुर्भिः त्रयणुकैः चतुर् अणुकम् इत्येवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति। चतुरणुकम् अणुकात् अनन्तरम् एवमेव घटादीनाम् उत्पत्तिः भवति। तत्र पृथिवी परम अणु परमाणुद्वयणुकयोः उद्भूतरूप सत्त्वे अपि परमाणुपरिमाण अतिरिक्तपरमाण अभावात् प्रत्यक्षं न भवति इति प्रागुक्तं, पूर्वमेव उक्तं पृथिवीपरमाणुद्वयणुकयोः अणुकयोः उद्भूतरूपं नास्ति इति। परमाणुपरिमाण अतिरिक्तपरिमाण अभावात् अभावात् तस्य प्रत्यक्षं न भवति इति पूर्वं वयं पठितवन्तः। त्रयणुकात् प्रभृति चरम अवयवीपर्यन्तं चरम इत्युक्ते किं भगिनि? चरम इत्युक्ते अन्तिम अवयवीपर्यन्तं सर्वेषु महत्त्व उद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षं। त्रयणुकात् अन्तिमपर्यन्तं प्रत्यक्षं भवति इति। एवं जलादौ इत्युक्ते वायोः किल? जलादौ इत्युक्ते जल, तेजः, वायुः, जलादारभ्य वायोपर्यन्तं तत्र यथा पृथिवी पृथिव्याः विषये भवति तथैव तत्रापि भवति इति इत्युक्ते अत्र अन्तिम चरमावयवीपर्यन्तम् इत्युक्ते तत्र त्रय्यक्कात् प्रभृतिः तत्र चरमावयवी इत्युक्ते तत्र यावत् बृहान् बृहद्द्रव्यं भवतु यत्किमपि भवतु तत्र बृहत् गृहं वा भवतु अथवा यत्किमपि भवतु तत्सर्वं तदे तत्रैव भवति तत्र तस्मिन् उद्भूतरूपम् अस्ति इति कारणात् तस्य प्रत्यक्षं भवति इति तत्र त्रयणुकात् आरभ्य तत्र मध्यमपरिमाणे यत्किमपि अस्ति तत्र अतिबृहत् अस्ति चेदपि अतिबृहत् द्रव्यम् अस्ति चेदपि तस्य प्रक्रिया समाना एव अपि च तस्य प्रत्यक्षं तेनैव कारणेन भवति इति तत्र उद्भूतरूपम् अस्ति इति कारणात् तत्र भवति इति तत्र अस्ति इत्युक्ते तत्र प्रथमं किमस्ति तत्र ग्राणेन्द्रियम् आरभ्य तत्र चतुर्णां इन्द्रियाणाम् अपि तत्र उत्पत्तिः तु समाना एव कथं भवति इत्युक्ते तत्र प्रथमं परमाणु आरभ्य परमाणुः परमाणुद्वयं तत्र संयोगेन तत्र द्वियणुकं भवति अपि च द्वियणुकत्रयं मिलित्वा अत्र त्रयणुकं त्रयणुकचतुष्टयं मिलित्वा अत्र चतुरणुकम् इति तादृशप्रक्रिया भवति तत्र यत्किमपि द्रव्यं तत्र निर्माणं कुर्मः चेत् प्रक्रिया तथा भवति इति एतत् पर्यन्तं सम्यक् अस्तु तर्हि क्षम्यतां भगिनि महोदय वयं पूर्वं दृष्टवन्तः न्यूनातिन्यूनं त्रयाणुकम् आवश्यकम् उद्भूतरूपात् किल हा हा हा सत्यं तदर्थमेव अत्र अस्ति खलु तत्र परमाणु पृथिवीपरमाणुद्वयणुकयोः उद्भूतरूपसत्त्वे अपि परमाणुपरिमाण अतिरिक्तपरिमाण अभावात् प्रत्यक्षं न भवति इत्युक्ते अत्र यद्यपि तत्र परमाणुद्वयणुकयोः उद्भूतरूपम् अस्ति चेदपि तत्र परमाणुपरिमाणम् अस्ति इति कारणात् तस्य प्रत्यक्षं न भवति तर्हि तत्र मध्यमपरिमाणे ये सन्ति तेषु तु तत्र परमाणुपरिमाण अतिरिक्तपरिमाणं तु अस्ति एव खलु तर्हि वदतु महोदय अत्र इदानीं चतुर्भिः त्रयणुकैः चतुरणुकम् इति तत्रापि अस्ति अतः तदेव नियमः वा तत्र घटादीनाम् उत्पत्तेः तत्र चतुरणुकम् आवश्यकम् इति वा अथवा हा हा हा तदेव तत्र चतुरणुकम् अपि च तदनन्तरं पञ्चणुकम् इति तादृशप्रक्रिया प्रचलति तदनन्तरं तत्र कपालिका वा अथवा लघुकपालिका वा भवति तदनन्तरं तत्र तदपि वस्तुतया परमाणुसमूहः एव खलु तत्र द्वियणुकं त्रियणुकम् इति तथा प्रक्रिया प्रचलति तदनन्तरं यत्र किमपि तत्र वस्तु यद्वयं जानीमः तद् आगच्छति तस्मिन् सन्दर्भे वयं तत्र तादृशनाम उपयुज्य वदामः तावदेव धन्यवादः अस्तु तर्हि पुष्पा भगिनी भवती अग्रे पठति वा अस्तु भगिनि परन्तु घ्राणादीन्द्रियाणां चतुर्णामपि इन्द्रियान्तरेण स्वेन न वा प्रत्यक्षं न भवति इति अनुभविकम् तन्नि तत् निर्वाहाय तेषाम् अवयव परम्परायां व्यणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते. घ्राणान्द्रियाणि याणां चतुर्णां श्रोतुं रसं त्वक् घ्राणं ऐ मीन् चक्षु चतुर्णां इन्द्रियान्तरेण स्वेन अर्थं न नायाति भगिनि स्वेन. हा इत् पूर्वम् उक्तं खलु तत्र स्वेन इत्युक्ते तत्र अन्यस्य चक्षुरिन्द्रियेण अपरैः चक्षुरिन्द्रियैः तत्र प्रत्यक्षं न भवति खलु. एकस्य चक्षुरिन्द्रियेण अपरस्य चक्षुरिन्द्रियस्य प्रत्यक्षं न भवति. तर्हि तत्र स्वयम् इन्द्रियेण वा अथवा इन्द्रियान्तरेण वा इत्युक्ते तत्र चक्षुरिन्द्रियेण रसन इन्द्रियस्य अथवा त्वगिन्द्रियस्य इति वा अथवा स्वयं चक्षुरिन्द्रियेण एकस्य चक्षुरिन्द्रियेण अन्यस्य चक्षुरिन्द्रियेण वा प्रत्यक्षज्ञानं न भवति इति आनुभविकम् इति वयम् अनुभवेन जानीमः. तर्हि वदतु. निर्वाहाय तेषां तन्निर्वाहाय इत्युक्ते किं निर्वाहाय तर्हि तस्य निरूपणाय तत्र तत्र तथा प्रत्यक्षं न भवति इति वयं जानीमः. परन्तु वयं तत्र इन्द्रियाणां तत्र परिमाणं किं तत्र मध्यमपरिमाणे अस्ति खलु. तर्हि तत्र परिमाणं परमाणुपरिमाणम् इति कारणात् तस्य प्रत्यक्षं न भवति इति न. किमर्थं चेत् तत्र इन्द्रियस्य परिमाणं मध्यमपरिमाणम् इति वयं पूर्वमेव ज्ञातवन्तः. तर्हि किं स्यात् तस्य प्रत्यक्षं न भवति इति अपि वयम् इदानीं जानीमः. तत्र आनुभविकज्ञानम् अस्ति अस्माकं. तर्हि किमर्थं तथा स्यात् इति प्रश्ने सति तत्र तस्य समाधानाय तत्र उच्यते तत्र तेषाम् अवयवपरम्परायां तत्र द्वयणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति. इत्युक्ते तत्र द्वयणुक तत्र परमाणुः संयोगेन द्वयणुकं द्वयणुकयोः संयोगेन तत्र त्रियणुकम् इति इत्यादीनि तत्र प्रक्रिया यदा वयं पूर्वं पठितवन्तः तादृशप्रक्रियायां यत्र कुत्रापि तत्र विरोधः भवति इति कारणात् तत्र उद्भूतरूपं अपगच्छति इति ते वदन्ति. तदर्थमेव तत्र इन्द्रियस्य इन्द्रियाणां प्रत्यक्षं न भवति इत्युक्ते उद्भूतरूपं तत्र उद्भूतरूपस्य निष्कासनं भवति तत्र विरोधवशात् तत्र उद्भूतरूपम् अपगच्छति इति कारणात् तत्र तस्य प्रत्यक्षं न भवति. अवगतं वा? अस्तु तर्हि रामकार्तिक् महोदय भवान् पठति वा? आम् किमिदम् उद्भूतरूपम् उच्यते, द्विविधं हि रूपम् उद्भूतम् अनुद्भूतं च, येन द्रव्यप्रत्यक्षं भवति तद् उद्भूतरूपं तदुद्भूतं, यस्मिन् सत्यपि द्रव्यप्रत्यक्षं न भवति तद् अनुद्भूतं, घटादौ उद्भूतरूपं ग्राणादौ च अनुद्भूतम्। रूपं द्विविधम् इति दत्तमस्ति, प्रथम उद्भूतम् अनुद्भूतं च, तत्र येन तत्र लक्षणेन द्रव्यं प्रत्यक्षं भवति तद् उद्भूतम् इति वक्तुं शक्नुमः। यस्मिन् सति अपि द्रव्यप्रत्यक्षं न भवति तद् अनुद्भूतरूपम्। तर्हि तत्र घटपटादि घटादौ उद्भूतरूपम् अस्ति, एवं ग्राणादौ इत्युक्ते ग्राण त्वक् ग्राणरस चक्षु अपि च त्वक् तेषु उद्भूतरूपम् अनुद्भूतरूपम् अस्ति इति वदामः। अत्र वस्तुतः इदमपि वक्तव्यं खलु, तत्र यद्यपि पूर्वस्मिन् परिच्छेदे ग्राण इन्द्रियाणां चतुर्णामपि इति दत्तमस्ति, तथापि तत्र वस्तुतः त्रयाणामेव, यतोहि वायोः रूपमेव नास्ति खलु, तर्हि उद्भूतरूपम् इति प्रसङ्गः एव न आगच्छति। तर्हि तत्र ग्राणरसनचक्षुः इति एव तेः वस्तुतः अत्र। अग्रे पठतु महोदय। एवञ्च घटावयव परम्परागत पञ्चानुक पञ्चानुकादिवत् इमानि इन्द्रियाणि अपि महत्त्ववन्ति मध्यमपरिमाणवन्ति, परन्तु उद्भूतरूप अभावात् अतीन्द्रियत्वं सिद्ध्यति। तत्र यथा वयं पूर्वं दृष्टवन्तः घट अवयव अवयविनः इव तत्र पञ्चाणुक पञ्चाणुकादिवत् इन्द्रियाणि मध्यमपरिमाण तत्र मध्यमपरिमाण परिमाणं स्वीकुर्वन्ति, परन्तु तेषु उद्भूतरूपं नास्ति इति कारणात् अतीन्द्रियम् अतीन्द्रियत्वं सिद्ध्यति। इत्युक्ते तत्र इन्द्रियाणि यानि सन्ति ते यद्यपि महत्त्ववन्ति, तत् मध्यमपरिमाणं स्वीकुर्वन्ति, इत्युक्ते मध्यमपरिमाणस्य सदस्याः सन्ति चेदपि तेषु उद्भूतरूपं नास्ति इति कारणात् ते प्रत्यक्षयोग्यः नास्ति इति तत्र अतीन्द्रियत्वम्। अतीन्द्रियत्वम् इत्युक्ते इन्द्रियेण तस्य ग्राहकयोग्यता नास्ति इति, तत्र अतीन्द्रियत्वं स्वीकुर्वन्ति इति। यथा घटपटादयः इव तेषु अपि तत्र मध्यमपरिमाणत्वम् अस्ति, परन्तु उद्भूतरूपं नास्ति इति कारणात् तस्य प्रत्यक्षं न भवति इति। एतत् सर्वं वयं तत्र बृहच्चित्रं यदासीत् तत्र एकपञ्चाशत्तमे पुटे, तत्र एकवारं परिशीलितवन्तः एव, तत्र तस्य एव तत्र विस्तारेण तत्र विवरणं तत्र दत्तमस्ति तावदेव। अत्र प्रायः प्रश्नः न स्यात्, प्रश्नः अस्ति चेत् कृपया पृच्छतु। अग्रे पठतु महोदय। पृथिवी परमाणु वयनुकादि परम्परया घ्राणेन्द्रियं जलपरमाणुद्वयनकादिपरम्परया रसनेन्द्रियं तेजपरमाणुद्वयनकादिपरम्परया चक्षुरेन्द्रियं वायुपरमाणु द्वयनकादिपरम्परया स्वगेन्द्रियम्. तत्र तत्र परमाणु द्वयणकं तत्र पृथ्व्योः परमाणुद्वयणकं तत्र ग्राणेन्द्रियम् इति क्षम्यताम् एकनिमिषं पृथिव्यादि परमाणुद्वयणक इत्युक्ते तत्र परमाणु परिमाणम् अस्ति इति न न तथा न तत्र ग्राणेन्द्रियम् इति तत्र पार्थिव इन्द्रियं सत्यं तर्हि ग्राणेन्द्रियं पृथिवी पार्थिवपरमाणोः तत्र निर्मितमस्ति ग्राणेन्द्रियं तर्हि तत्र पृथिवीपरमाणुः इत्युक्ते पार्थिवपरमाणुः अनन्तरं पार्थिवद्वयणुकं पार्थिवत्रयणुकम् इति तादृशपरम्परया ग्राणेन्द्रियं सिद्ध्यति हा ग्राणेन्द्रियं सिद्ध्यति इति सत्यं तथैव तथैव जलपरमाणुद्वयणुक द्वयणुकात् तत्र रसनेन्द्रियं सिद्ध्यति एवमेव तेजसः चक्षुरेन्द्रियम् एवमेव वायुपरमाणुद्वयनकादि रीत्या त्वगेन्द्रियम् उत्तमं तावदेव अस्तु एतावत्पर्यन्तं प्रश्नः न स्यात् तर्हि नास्ति चेत् बालसुब्रह्मण्यं महोदय भवान् अग्रे पठति वा अन्य एकक्षणम् अन्य कोऽपि अस्ति वा यः न पठितवान् एतावत्पर्यन्तम् अस्तु पठतु महोदय एतादृश उत्पत्तिपरम्परा न श्रोत्रेन्द्रिये घटते तस्य आकाशरूपत्वस्वीकारात् आकाशस्य एकत्वेन परमाणुद्वयि अणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति अतः श्रोत्रस्य नित्यत्वात् इतरजन्य इन्द्रियवत् अस्य पृथक् उल्लेखः न कृतः एत उपरि दृष्टमानः उत्पत्तिपरम्परा श्रोत्र इन्द्रिये नास्ति तेजः वायुः जल पृथिवी इत्यादि अस्ति परन्तु श्रोत्र इन्द्रिये पारम्पर्यम् उत्पत्तिपारम्पर्यं नास्ति तस्य कारणं तस्य आकाशरूपत्वस्वीकारात् यतोहि आकाशरूपत्वम् एव श्रोत्र इन्द्रियं स्वीकरोति तस्मात् परम्परं नास्ति आकाशस्य एकत्वेन परमाणुद्वि अणुकादिपरम्परा श्रोत्रस्य उत्पत्तिः न सम्भवति पूर्वमेव दृष्टम् आकाशम् एकत्वम् अस्ति तस्मात् परमाणुद्वि अणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति किमर्थं न सम्भवति द्वि अणुक अपि अत्र नास्ति अत्र न सम्भवति इति कारणात् आकाशस्य एकत्वेन किल एकत्वम् एव अस्ति तस्मात् एकत्वम् अस्ति इति कारणात् किं भवति तत्र एकत्वम् अस्ति सत्यं तर्हि तत्र परमाणुद्वयणुकादिपरम्परया किमर्थं नास्ति तस्य सम्भावना किमर्थं नास्ति अन्य कोऽपि वक्तुं शक्नोति वा तत्र एकत्वमेव अस्ति चेत् तस्य परमाणुरूपं कथं वा भवितुमर्हति एकत्वमेव अस्ति चेत् तस्य खण्डनं न भवितुं न कर्तुं शक्नुमः खलु तर्हि खण्डनं न भवति चेत् परमाणुः इति तत्र न भवति एव तर्हि तादृशपरम्परया उत्पत्तिः न भवति यथा तत्र घ्राणेन्द्रियरसनेन्द्रियप्रसङ्गे वयं दृष्टवन्तः तादृश प्रक्रिया अत्र तस्य सम्भावना एव न स्यात् यतोहि तत्र आकाशस्य एकत्वम् इति अस्ति चेत् तत्र परमाणुः आकाशस्य परमाणुः इति नास्ति आकाशस्य एकत्वम् ऊहमेव किल हा आकाशस्य ऊहमिति न अनुमानं क्षम्यता अनुमानमेव हा अनुमानेन अनुमानः अपि तत्र एकं प्रमाणम् अस्ति खलु तर्हि तत्र ज्ञानस्य कृते परमाणुचतुष्टयम् अस्ति तत्र प्रत्यक्षम् अनुमानम् उपमानम् अपि च सादृशम् अथवा उपमानम् अपि च तत्र शाब्दमिति तर्हि तत्र अनुमानमपि तत्र एकं प्रमाणम् अस्ति अनुमानेन वयं जानीमः तत्र आकाशः इति तत्र आकाशे एकत्वम् अस्ति तत्र आकाशस्य एकत्वम् अस्ति इति कारणात् तत्र परमाणुः न भवति परमाणुः न भवति चेत् तादृशप्रक्रिया अपि न सम्भवति इति अतः श्रोत्रस्य नित्यत्वात् इतरजन्य इन्द्रियवत् अस्य पृथक् उल्लेखः न कृतः तस्मात् श्रोत्रज्ञं नित्यमस्ति अनित्य इति सन्दर्भं नास्ति तस्मात् इतरजन्य इन्द्रियं सदृशम् अस्य श्रोत्रे पृथक् उल्लेखः न कृतः इतरजन्य इन्द्रियवत् इत्युक्ते किम् इतरजन्य इन्द्रियवत् इतरजन्य इन्द्रिया इन्द्रियाणि इव इतरजन्य इन्द्रियाणि इत्युक्ते किम् इतर मूल इन्द्रियाणि इत्युक्ते पञ्च इन्द्रियाणि पञ्च इन्द्रियाणि इति नास्ति खलु पञ्च इन्द्रियेषु श्रोत्र इन्द्रियमपि अन्यतमः अन्यतमम् यदा वदतु भगिनि न अहं वदामि यदा द्व्यणुकादिपरम्परया यः इन्द्रियः जातः घ्राणेन्द्रियः रसनेन्द्रियः चक्षुरिन्द्रियः त्वगिन्द्रियः जन्य इन्द्रियवत् अत्र श्रोत्रिन्द्रियः नास्ति इति हा अति उत्तमं तावदेव तर्हि तत्र भवान् यत् उक्तवान् तदपि सत्यं महोदय तत्र घ्राणेन्द्रिय घ्राणरसनचक्षुत्वगित्यादीनि इन्द्रियाणि परन्तु तत्र जन्य इन्द्रियम् इति तत्र मुख्यबिन्दुः अस्ति जन्यम् इत्युक्ते तत्र परमाणुद्वयणुकादिपरम्परया तत्र जातमस्ति घ्राणेन्द्रियं परन्तु तादृशपरम्परया जातं नास्ति श्रोत्रेन्द्रियं तत्र तर्हि तत्र नित्य इन्द्रियम् अस्ति इति कारणात् तस्य जन्यं न भवति इति तस्य तत्र पृथक् उल्लेखः कृतः. तत्र यत्र ग्राणेन्द्रियं रसनेन्द्रियम् इति तादृश इन्द्रियाणि तत्र पूर्वं यत्र उक्तं तत्र तस्य उल्लेखः तदर्थं न अभवत् इति तत्र मुख्य तदेव तत्र अत्र अयं बिन्दुः मुख्यः. पुनः एकवारं वदतु कृपया महोदय. पृथक् उल्लेखः पृथक् उल्लेखः इति किमर्थं पृथक् उल्लेखः? हा तत्र इतरजन्य इन्द्रियवत् अस्य तत्र तत्र यत्र ग्राणेन्द्रियं रसनेन्द्रियम् इत्यादीनि इन्द्रियाणि विषये उक्तम् आसीत् तत्र तत्र तानि इन्द्रियाणि तत्र परम्परा तत्र तानि इन्द्रियाणि जन्यानि इत्युक्ते तत्र परमाणुद्वयणुकादिपरम्परया तेषां जन्यं भवति ते नित्येन्द्रियं नास्ति तस्य जन्यं भवति. तत्र प्रक्रिया का इति अस्माभिः पूर्वं दृष्टं परन्तु श्रोत्रेन्द्रियस्य स्थितिः तथा नास्ति. श्रोत्रेन्द्रियं नित्यम् अस्ति तर्हि तत्र तत्रैव तस्य उल्लेखः न कृतः इति. अस्तु अग्रे अपि पठतु महोदय. परन्तु नित्यवत् कुत्र अस्ति पृष्ठ अहं पठामि. क्षम्यतां भगिनि प्रश्नः न अवगतः पुनः पृच्छतु. नित्यत्वात् नित्यत्वात् कुत्र अस्ति पृष्ठं किम् अग्रिमपृष्ठे पृष्ठे अस्ति भगिनि भवती पठितवती खलु तत्र चतुष्पञ्चाशत्तमे पुटे अस्ति अत्र अस्ति अहं दृष्टं वा. हा अस्तु अग्रे पठतु महोदय. परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति व्यवस्थानिर्वाहाय तत् शरीरभेदेन श्रोत्र इन्द्रियाणि अपि अनन्तानि साधनीयानि. इत्युक्ते तत्र समस्या आगता खलु तत्र श्रोत्रेन्द्रियस्य नित्यत्वात् तत्र तस्य जन्यं न भवति अपि च आकाशः एकः एव इति चेत् तत्र श्रोत्रेन्द्रियः अपि एकं स्यात् इति स्वीकुर्मः चेत् तत्र किं भवति तत्र अहं यत्किमपि शृणोमि तत् प्रायः भवान् न शृणोति खलु परन्तु श्रोत्रेन्द्रियम् एकमेव अस्ति इति चेत् तत्र सर्वदा सर्वे अपि तत्र शृण्वन्ति इति एव तत्र भवति सर्वमपि शृण्वन्ति इति एव भवति खलु तर्हि तत्र समस्या आगच्छति. तर्हि मम तत्र शब्दप्रत्यक्षं यदा मम कृते भवति तत्तु अन्यस्य न भवति खलु तत्र यः अपरस्मिन् देशे वा अपरस्मिन् राज्ये वा अथवा अपरस्मिन् गृहे वा स्यात् तिष्ठति चेत् तस्य तादृशशब्दप्रयोगं ते प्रायः न शृण्वन्ति एव. तर्हि तत्र किं भवति तत्र शरीरभेदेन प्रत्येकं शरीरं कृते तत्र श्रोत्रेन्द्रियं भिन्नम् इति तत्र अनन्तानि श्रोत्रेन्द्रियाणि साधनानि भवन्ति. इत्युक्ते तत्र श्रोतेन्द्रियम् एकं न, परन्तु अनेकम् अनेकानि इति तत्र तादृश स्थितिः आगच्छति. सत्यं तत्र अवगच्छति वा तत्र समस्या का इति? श्रोत्रेन्द्रियाणि एकमेव न, आकाशः अनादि नित्यम् अस्ति इति कारणात् श्रोत्रेन्द्रियः अपि एकं सर्वदा आसीत् इति. हा सत्यम् इति स्वीकुर्मः, श्रोत्रेन्द्रियम् एकमेव इति स्वीकुर्मः चेत् किं भवति, यद् भवान् शृणोति तद् मयापि श्रोतव्यं भवति खलु. तत्र एकमेव आकाशः एकः एव इत्युक्ते किं, यद् आकाशं भवतः प्रकोष्ठे अस्ति तदेव आकाशं मम प्रकोष्ठे अपि इति स्थितिः. तर्हि तत्र श्रोत्रेन्द्रियमपि तथा एकमेव अस्ति इति वदामः चेत् तत्र भवान् यत् शृणोति तद् अहमपि शृणोमि वा? तथा भवति खलु. तर्हि तत्र किं, तत्र तस्य समाधानार्थं किं वक्तव्यं, तत्र शरीरभेदेन तत्र प्रत्येकं शरीरे प्रत्येकं श्रोत्रेन्द्रियं स्यात् इत्युक्ते श्रोतेन्द्रियम् अनेकानि इति, अनेकानि श्रोत्रेन्द्रियाणि वर्तन्ते इति वक्तव्यं भवति इति तत्र समस्या आगता खलु. अवगच्छति वा समस्या का इति? अतः कर्णषष्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति इति कल्प्यते इति अलम्. सो तस्मात् कर्णषष्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकम् इति अवगमनं पर्याप्तम्. इत्युक्ते कर्णषष्कुली इत्युक्ते तत्र श्रवणपथः, तत्र इयर् केनाल् इति वदामः खलु, तत्र कर्णपुटम् इत्युक्ते इयर् ड्रम् इति तत् पूर्वमेव अस्माभिः दृष्टम्. तर्हि तत्र यः आकाशं विद्यमानम् अस्ति, यद् आकाशं विद्यमानम् अस्ति तत् तत्र अवच्छे तत्र कर्णपुटेन अवच्छेदं भवति इति, तत्र तादृश भेदं तथा साधयामः. तत्र तादृश अवच्छेदकं भवति इति कारणात् तत्र स्मरन्तु, तत्र क्षीरस्य उदाहरणम् अस्माभिः पूर्वं दृष्टं खलु. तत्र एकमेव क्षीरमस्ति परन्तु पात्रमिति अवच्छेदकम् अस्ति इति कारणात् भिन्नभिन्नपात्रेषु भिन्नभिन्न क्षीरं जातम्. तर्हि तत्र एकस्मिन् पात्रे यत् क्षीरम् आसीत् तद् अन्यस्मिन् पात्रे यत् क्षीरम् अस्ति तस्मात् तत्र भिन्नः इति वयम् उक्तं खलु. तादृश अवच्छेदकभेदम् अत्र अपि साधितम् इति. अस्तु, तत्र अत्र एतद्विषयः अत्र समाप्तः. तर्हि नूतनविषयः अग्रे अस्ति. तत्पूर्वं प्रश्नः, अस्मिन् विषये प्रश्नः अस्ति चेत् इदानीं पृच्छतु, नो चेत् अग्रे सरामः. कस्यापि प्रश्नः अस्ति वा? अवगतं महोदय. अस्तु, तर्हि धन्यवादः महोदय. तत्र रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. पृथिव्यादिभूतद्रव्याणि निरूप्य सम्प्रति कालं लक्षयति अतीतादि इति. अतीता दिव्य दिव्यवहारहेतुः कालः. व्यवहारहेतु क्षम्यताम् व्यवहारहेतुः किल कालः अतीतादिव्यवहारहेतुः कालः स च एको विभुः नित्यश्च कालस्य लक्ष्यवाक्यं किल लक्षणवाक्यं सत्यं लक्षणवाक्यम् अतीतादिव्यवहारहेतुः कालः इति घटः अतीतः न सम्प्रति अस्ति घटः वर्तते घटः भविष्यति इत्यादिप्रयोगाः अस्माभिः क्रियन्ते ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः अतः तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसंज्ञकम् इदमेव च लक्षणवाक्ये उक्तम् अतीतादिव्यवहारहेतुः कालः इति घटः अतीतः न सम्प्रति अस्ति घटः वर्तते इति वर्तमानकालः अतीतः भूतकालः घटः भविष्यति इत्यादिप्रयोगः अस्माभिः क्रियते ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः किल पृथ्वी तद्विषये वा हा इत्युक्ते तत्र घटः घटः आसीत् घटः इदानीम् अस्ति अथवा घटः भविष्यत्काले भविष्यति घटः अनन्तरकाले भविष्यति इति तादृश प्रयोगः यदा वयं कुर्मः चेत् तस्य अवगमनं भवति एव खलु तत्र कोऽपि क्लेशः नास्ति तस्य अवगमनं भवति इत्युक्ते तत्र किमपि कोऽपि पदार्थः स्यात् येन तादृश प्रयोगस्य अवगमनं भवेत् इति परन्तु एतत् पर्यन्तं वयं किं तत्र पृथिव्यादि पृथिवी आरभ्य तत्र तस्मात् आरभ्य आकाशपर्यन्तं वयं साधितवन्तः पृथिवी जलं तेजः वायुः आकाशः इति हा तादृश द्रव्यं वयम् एतत् पर्यन्तं यानि द्रव्याणि साधितानि तैः अवलम्ब्य वयं एतद् ज्ञानं प्राप्तुं न शक्नुमः खलु तर्हि तत्र आकाशः अस्ति इति कारणात् भूतकालं आसीत् अस्ति भविष्यति इति अर्थः तु न आगच्छति खलु तर्हि तत्र अन्यद्रव्यं किमपि अपेक्षितम् अस्ति येन तादृश शब्दप्रयोगस्य अर्थं भवति इति कारणात् तत्र पूर्वोक्तैः द्रव्यैः इत्युक्ते पृथिव्यादि द्रव्यं पृथिव्यादि पञ्चद्रव्याणि यद्वयं साधितानि तैः तत्र वर्णयितुं न शक्याः कालविषये तत्र नास्ति इति हा कालविषये यद्वयं वक्तुम् इष्टवन्तः इच्छन्ति अथवा तत् तत्र पृथिवी वा जलं वा स्वीकृत्य वर्णयितुं न शक्नुमः खलु तत्र पृथ्वी इति स्वीकृत्य गन्धः अस्ति पृथ्वी अस्ति इति स्वीकृत्य तत्र घटः आसीत् इति तत्र वर्णयितुं शक्नुमः वा तत्र प्रसङ्गः एव भिन्नः खलु तर्हि तत्र तथैव जलं तथैव तेजः आकाशः अपि तर्हि एकं तस्मिन् यत्किमपि तेषु अन्यतमः यत्किमपि भवतु सः पदार्थः स्वीकृत्य तत्र तादृश अर्थं न अवगन्तुं शक्नुमः तादृश अर्थः न आगच्छति तैः इति कारणात् तत्र नूतन द्रव्यम् अपेक्षितं भवति. अतः तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसंज्ञकं. तदेव तत्कारणात् कालम् इति एकं नूतनद्रव्यम् अत्र अस्ति, अनुमीयते इति अनुमानं करोति कालम् इति विषये. हा, तत्र कालस्य तु प्रत्यक्षं न भवति खलु. तत्र पूर्वतनपुटे यत् प्रकोष्ठ यत् कोष्ठमस्ति, क्षम्यतां, तत् पश्यतु. तत्र कालः परममहत्परिमाणे अस्ति, तर्हि तत्र यद् मध्यमपरिमाणे अस्ति तस्य एव प्रत्यक्षज्ञानं भवितुम् अर्हति, नो चेत् तस्य सर्वत्र अनुमानमेव. तर्हि तत्र कालः इति परममहत्परिमाणे अस्ति इति कारणात् तस्यापि अनुमानमेव. इदमेव च लक्षणवाक्ये उक्तम् अतीतादि व्यवहारहेतुः कालः इति, कालस्य लक्षणवाक्यम् अस्ति. सङ्ग्रहे सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. एकत्र सम्यक् अवगमने सर्वत्र तैः एव रीत्या चिन्तनं सुकरम्. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः. यथा केनचित् उक्तं घटः अतीत इति, तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानम् उत्पद्यते. अर्थात् घटनिष्ठविषय विशेष्यथानिरूपकम् अतीत्व निष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते. अतः तथाविधज्ञानं प्रति शब्दप्रयोगः कारणं. तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वमेव कालस्य लक्षणम्. इत्थञ्च तत्र चित्रम् इत्थश्च तत्र चित्रं भवेत्. अत्र एकक्षणं भगिनि, किञ्चित् अधिकम् अस्ति, तर्हि तत्र किञ्चित् कण्ठशः पश्यामः. पुनः पठतु. आम् आम्, सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. तर्कसङ्ग्रहे व्यवहार इति पदमस्ति, तस्य अष्टौ लक्षणानि सन्ति इति अत्र अस्ति. एकक्षणं भगिनि, तथा न. पदघटितानि इत्युक्ते पदयुक्तानि इति अर्थः. इत्युक्ते सङ्ग्रहे तत् मूलग्रन्थे यथा भवती उक्तं, व्यवहारः इति पदघटितानि अष्टौ लक्षणानि सन्ति. इत्युक्ते तत्र अष्टौ लक्षणानि सन्ति यस्मिन् व्यवहारः इति पदम् उपयुक्तम् अस्ति. यथा तत्र अतीतादिव्यवहारहेतुः कालः, तथा तत्र पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम्, अपि च तत्र संयुक्तव्यवहारहेतुः संयोगः इति, तथैव तत्र इत्यादीनि एकत्वादिव्यवहारहेतुः संज्ञा इत्यादीनि तत्र लक्षणवाक्यानि सन्ति. अष्टौ वाक्यानि सन्ति यस्मिन् व्यवहारः इति पदम् आगच्छति. तत्र व्यवहारपदयुक्त लक्षणवाक्यानि अष्टौ सन्ति. तत्र व्यवहारः इति कश्चन पारिभाषिकशब्दः. तत्र तद् युक्तलक्षणवाक्यानि तत्र अष्टौ सन्ति मूलग्रन्थे. तत्र प्रथमम् अस्ति अतीतादिव्यवहारहेतुः कालः इति, कालस्य लक्षणवाक्ये प्रथम कालस्य लक्षणवाक्यं प्रथमवाक्यमस्ति. तादृश अष्टवाक्यौ अष्टवाक्येषु कालस्य लक्षणवाक्यं प्रथमवाक्यम्. एकत्र सम्यक् अवगमने सर्वत्र तैः एव रीत्या चिन्तनं सुकरम्. व्यवहार इति पदस्य अत्र अवगमनं सम्यक् भवति चेत् अन्यत्र अपि तदा एव भवति इति. सत्यं, तत्र एकस्मिन् सन्दर्भे वयं सम्यक् अवगमनं तस्य सम्यक् अवगमनं प्राप्नुमः चेत् अन्यत्रापि तस्य अवगमनं सुलभेन प्राप्तुं शक्नुमः इति. तत्र प्रथमवारं यदा अत्र अस्ति तत्र किञ्चित् सम्यक् अवगमनं प्राप्नुमः इति. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः. व्यवहारपदस्य अर्थः अस्ति ज्ञानजनकशब्दप्रयोगः इति. तत् ज्ञानजनकशब्दप्रयोगः इति व्यवहारपदस्य लक्षणम् अस्ति. तर्हि तत्र तत्र यत्किमपि शब्दप्रयोगम् इति न, ज्ञानजनकं भवतु तादृशशब्दप्रयोगः एव तत्र व्यवहारः इति अर्थमागच्छति. तत्र शब्दप्रयोगः इत्युक्ते केवलं ध्वनिः इति एव. तत्र उ आ इति अपि किमपि वक्तुं शक्नुमः, तदपि प्रायः शब्दप्रयोगः इति भवति. परन्तु तद् व्यवहारः इति न. व्यवहारः इति यदा वदामः इति यदा तत्र ज्ञानजनकं भवति इति. यत्किमपि तत्र विषयं वदामः चेत्, तत्र शब्दं प्रयुज्य तत्र किमपि वदामः चेत् तत्र ज्ञानं भवति चेदेव तत्र व्यवहारः इति वदामः. तर्हि व्यवहारः इति न्यायशास्त्रे पारिभाषिकशब्दः. तस्य अर्थः अथवा तस्य लक्षणम् अस्ति ज्ञानजनकशब्दप्रयोगः इति. यथा केनचित् उक्तं घटः अतीतः इति, तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानम् उत्पद्यते. अत्र घटः अतीत, घटः आसीत् इति अर्थं किल अतीत इत्युक्ते भूतकालः. तादृशभाषणं यदा वयं शृण्मः चेत् घटः आसीत् इति ज्ञानम् उत्पद्यते. अर्थात् घटनिष्ठविशेष्यतानिरूपकम् भगिनि एकक्षणम् अत्र. घटः अतीतः इति शब्दप्रयोगेन तत्र तत्र अतीतादिव्यवहारहेतुः कालः इति अस्ति खलु. तर्हि घटः अतीतः इति कोऽपि वदति चेत्, तत्र तादृशशब्दप्रयोगः भवति चेत् तत्र कालः इति कालः इति द्रव्यं नास्ति चेत्, कालरूपद्रव्यं विना तत्र तस्य अवगमनं कर्तुं न शक्नुमः. तत्र अतीतः भविष्यति इत्यादीनां वाक्यस्य अर्थं सम्यक् अवगमनं तस्य वाक्यस्य सम्यक् अवगमनार्थं तत्र कालः इति द्रव्यः अपेक्षितः. तत्र अतीतः अथवा भविष्यति इत्यादि शब्दप्रयोगस्य कारणम् अस्ति तत्र कालः इति कारणमस्ति. तत्र कालः इति द्रव्यं नास्ति चेत् तादृशशब्दप्रयोगः एव कर्तुं न शक्नुमः. तर्हि तत्र तादृश ज्ञानस्य कारणमस्ति शब्दप्रयोगः. तत्र यदा अहं तत्र घटः अतीतः इति वदामि चेत् यः श्रोता अस्ति तस्य मनसि तत्र घटः आसीत् इति ज्ञानं भवति. तर्हि तत्र तादृशज्ञानं भवितव्यं चेत् तत्र शब्दप्रयोगः आवश्यकं. तर्हि तत्र तादृश ज्ञानस्य प्रति शब्दप्रयोगः कारणं. तादृशशब्दप्रयोगः तत्र कालः इति द्रव्यं नास्ति चेत् तादृशशब्दप्रयोगः एव न सम्भवति. तर्हि तादृशशब्दप्रयोगः प्रति कालः इति कारणं. तदेव तत्र अतीतादिव्यवहारहेतुः इत्युक्ते अतीतादि ज्ञानजनकशब्दप्रयोगस्य कारणं कालः इति. अवगतं वा? अतीतादि इत्युक्ते भूतकाल भविष्यत् वर्तमानकाल इति. अतीतादि इत्युक्ते अतीतः वर्तते भविष्यति इति तत्र भवती एकवारं तद् वदति वा तत्र अतीत अतीतादिव्यवहारहेतुः कालः इति विषये किञ्चित्. आम् अतीतादिव्यवहारहेतुः कालः इति लक्षणवाक्यम्. अतीतादि इत्युक्ते अतीत वर्तते भविष्यति इति कालः. व्यवहारहेतुः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. व्यवहारः इत्युक्ते व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. हेतुः इत्युक्ते कारणं कारणं. तर्हि तत्र अतीतादिविषयस्य अतीतः वर्तते भविष्यति इति इत्यादि विषयस्य ज्ञानजनकं प्रति तत्र किमपि शब्दप्रयोगं करणीयं खलु. घटः अस्ति इति यदा अहं वदामि चेत् तत्र ज्ञानं भवति तत्र घटः इदानीम् अस्ति तत्र वर्तते इति. तादृशज्ञानं यदा भवति तादृशज्ञानं तदा भवति यदा तत्र शब्दप्रयोगं भवति. सत्यं शब्दप्रयोगं विना तत्र तादृशज्ञानं न भवति. यदि कोऽपि न वदति तत्र घटः अतीतः इति कोऽपि वदति चेदेव तत्र घटः अतीतः इति वयं ज्ञातुं शक्नुमः. नो चेत् तादृशज्ञानं न भवति. तर्हि तादृशज्ञानं प्रति शब्दप्रयोगः कारणं भवति. शब्दप्रयोगस्य कृते तत्र कारणं किं? तत्र कालः इति द्रव्यमेव. कालः इति द्रव्यमेव नास्ति चेत् तादृशशब्दप्रयोगः एव न कर्तुं शक्नुमः. यतोहि तत्र अर्थहीनः भवति. चिन्तयतु, कालः इति द्रव्यं नास्ति. तर्हि तत्र भूतकालं भविष्यत्कालं वर्तमानकालम् इति प्रसङ्गः एव न उदेति खलु. अस्तु, सर्वैः अवगम्यते वा? तर्हि तत्र तादृशशब्दप्रयोगं प्रति कालः कारणं भवति इति. अस्तु, अग्रे पठतु भगिनि. आम्, अर्थात् घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते. अतः तत्र विशेष्यता प्रकारता इति स्मरति वा? विशेषः विषये किल. प्रकारता विशेष्यता सांसर्गिकता इति तत्र प्रभात्रयं वर्तते. तत्र विषये विशेष्यता अस्ति, अपि च विशेषणे प्रकारता अस्ति, सम्बन्धे सांसर्गिकता अस्ति इति वयं पूर्वं दृष्टवन्तः. अस्तु, एवं कुर्मः. अत्र समयः अपि जातः. तर्हि एकः लघु गृहपाठः यदित्युक्ते तत्र पृष्ठसङ्ख्या पञ्चत्रिंशत्तमे पुटे तत्र प्रति तत्र करदीपमस्ति प्रज्वल्य तत्र अङ्गुष्ठवज्रम् अङ्गुलिचुष्टयं प्रसारयामश्चेत् तत्र तिस्रः अर्चयः निर्गच्छन्ति इति अस्ति खलु. तस्मात् आरभ्य तत्र तस्य भागस्य अन्तिमपर्यन्तं पठित्वा आगच्छन्तु. तत्रैव अस्ति अस्माकं प्रकारता सासर्गिता विशेषता इति विषये. तर्हि तत्र पठित्वा आगच्छन्ति चेत् तत्र बहु लाभाय भविष्यति अस्माकं कृते, यतोहि तस्मिन्नेव विषये अग्रे सर्वमस्ति. अस्तु, तर्हि अत्र अद्य स्थगयामः, आगामिकक्षायां मेलिष्यामः. धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः.